श्रीभगवानुवाच प्रजहाति यदा कामं सर्वान् पार्थमनोगतान् आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते प्रजहाति प्रकर्षेण जहाति परित्यजति यदा यस्मिन् काले सर्वान् समस्तान् कामान् इच्छाभेदान् हे पार्थ मनोगतान् मनसि प्रविष्टान् हृदि प्रविष्टान् सर्वकामपरित्यागे तुष्टिकरण अभाव शरीरधारणनिमित्तशेषे च सति उन्मत्तप्रमत्तस्यैव प्रवृत्तिः प्राप्त इत्यतः उच्यते आत्मन्येव प्रत्यगात्मस्वरूपे एव आत्मन स्वेनैव बाह्यलाभनिरपेक्षः तुष्टः परमार्थदर्शन अमृतरसलाभेन अन्यस्मादलं प्रत्येव स्थितप्रज्ञः स्थितप्रतिष्ठित आत्मानात्मविवेकजा प्रज्ञा यस्य सः स्थितप्रज्ञः विद्वान् तदा उच्यते त्यक्तपुत्रवित्तलोकैषिणः सन्न्यासी आत्मारामः आत्मक्रीडः स्थितप्रज्ञः इत्यर्थः किञ्च दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते दुःखेषु आध्यात्मिकादिषु प्राप्तेषु न उद्विग्नं न प्रक्षुभितं दुःखप्राप्तो मनो यस्य स्वयम् अनुद्विग्नमनः तथा सुखेषु प्राप्तेषु विगतास्पृह तृष्णा यस्य न अग्निरिव इन्धनादि आधाने सुखान्यनो विवर्धते स विगतस्पृह वीतरागभयक्रोधः रागश्च भयं च क्रोधश्च वीत विगता यस्म स वीतरागभयक्रोधः स्थितधीः स्थितप्रज्ञो मुनिः सन्न्यासी तदा उच्यते किञ्च यः सर्वत्रानभिस्नेहः तत्तत्प्राप्य शुभाशुभम् नाभिनन्दति न द्वेष्टिं तस्य प्रज्ञा प्रतिष्ठिता यः मुनिः सर्वत्र देहजीवितादिष्वपि अनभिस्नेहः अभिस्नेहवर्जितः तत्तत्प्राप्य शुभाशुभं तत्तशुभम् अशुभं वा लब्ध्वा न अभिनन्दति न द्वेष्टि शुभं प्राप्य न तृप्यति न हृष्यति अशुभं च प्राप्य न द्वेष्टि इत्युक्तः तस्यैवं हर्षविषादवर्जितस्य विवेकजा प्रज्ञा प्रतिष्ठिता भवति किञ्च यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता यदा संहरते सम्यग् उपसंहरते च अयं ज्ञाननिष्ठायां प्रवृत्तो यतिः कूर्मः अङ्गानीव यथा कूर्मः भय स्वानि अङ्गानि उपसंहरति सर्वशः सर्वतः एवं ज्ञाननिष्ठः इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वविषयेभ्यः उपसंहरति तस्य प्रज्ञा प्रतिष्ठिता इति उक्तार्थं वाक्यं तत्र विषयान् अनाहरतः आतुरस्यापि इन्द्रियाणि कूर्माङ्गानीव संह्रियन्ते न तु तद्विषयो रागः स कथं संह्रियते इति उच्यते विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्ज्यं रसोऽप्यस्य परं दृष्ट्वा निवर्तते यद्यपि विषयाः विषयोपलक्षितानि विषयशब्दवाच्यानि इन्द्रियाणि निराहारस्य अनाक्रियमाणविषयस्य कष्टे तपसि स्थितस्य मूर्खस्यापि विनिवर्तन्ते देहिनः देहवतः रसवर्ज्यं रसो रागो विषयेषु यः तं वर्जयित्वा रसशब्दो रागे प्रसिद्धः स्वरसेन प्रवृत्तः रसिकः रसज्ञः इत्यादिदर्शनं सोऽपि रसः रञ्जनारूपः सूक्ष्मः अस्य एतेः परं परमार्थतत्त्वं ब्रह्म दृष्ट्वा उपलभ्य अहमेव तत् इति वर्तमानस्य निवर्तते निर्बीजं विषयविज्ञानं सम्पद्यते इत्यर्थः न असति सम्यग्दर्शने रसस्य उच्छेदः तस्मात् सम्यक् दर्शनात्मिकायाः प्रज्ञायाः स्थैर्यं कर्तव्यम् इत्यभिप्रायः। सम्यक् दर्शनलक्षणप्रज्ञास्थैर्यं चिकीर्षत। आदौ इन्द्रियाणि स्ववशे स्थापयितव्यानि, यस्मात् तदनवस्थापने दोषमः। यततोऽह्यपि कौन्तेयं पुरुषस्य विपश्चितः इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः। यततः प्रयत्नं कुर्वतः हि यस्म कौन्तेय पुरुषस्य विपश्चितः मेधाविनः अपि इति व्यवहितेन सम्बन्धः। इन्द्रियाणि प्रमाथीनि प्रमथनशीलानि विषयाभिमुखं हि पुरुषं विक्षोभयन्ति आकुलीकुर्वन्ति। आकुलीकृत्य च हरन्ति प्रसवं प्रसख्य प्रकाशमेव पश्यतो विवेकविज्ञानयुक्तं मनः। यतः तस्मात् तानि सर्वाणि संयम्य युक्त आसीत् मत्परः। वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता। तानि सर्वाणि संयम्य संयमनं वशीकरणं कृत्वा युक्तः समाहितः सन् आसीत् मत्परः। अहं वासुदेवः सर्वप्रत्यगात्मा परो यस्य सः मत्परः न अन्योऽहं तस्मादिति आसीत् इत्यर्थः। एवम् आसीनस्य यतेः वशे हि यस्य इन्द्रियाणि वर्तन्ते अभ्यासबला तस्य प्रज्ञा प्रतिष्ठिता। अथ इदानीं पराभविष्यतः सर्वानर्थमूलमिदमुच्यते। ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते, सङ्गात् सञ्जायते कामः, कामात् क्रोधोऽभिजायते। ध्यायतः चिन्तयतः विषयान् शब्दादीन् विषयविशेषान् आलोचयतः पुंसः पुरुषस्य सङ्गः आसक्तिः प्रीतिः तेषु विषयेषु उपजायते उत्पद्यते। सङ्गात् प्रीतेः सञ्जायते समुत्पद्यते कामः तृष्णः, कामात् कुतश्चित् प्रतिहतः क्रोधः अभिजायते। क्रोधाद्भवति सम्मोहः, सम्मोहास्मृतिविभ्रमः, स्मृतिभ्रंशाद्बुद्धिनाशं, बुद्धिनाशात् प्रणश्यति। क्रोधात् भवति सम्मोहः अविवेकः कार्याकार्यविषयः। क्रुद्धो हि सम्मूढः सन् गुरुमपि आक्रोशति। सम्मोहात् स्मृतिविभ्रमः, शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात् विभ्रमभ्रंशः। स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिः, ततः स्मृतिभ्रंशात् बुद्धिनाशः, बुद्धेः नाशः। कार्याकार्यविषये विवेक अयोग्यतः अन्तःकरणस्य बुद्धेः नाश उच्यते, बुद्धिनाशात् प्रणश्यति। तावदेव हि पुरुषः यावदन्तःकरणं तदीयं कार्याकार्यविषये विवेकयोग्यं तदयोग्यत्वे नष्ट एव पुरुषो भवति। अतः तस्य अन्तःकरणस्य बुद्धेः नाशात् प्रणश्यति, पुरुषार्थ अयोग्यो भवति इत्यर्थः। सर्वानर्थस्य मूलमुक्तं विषयाभिज्ञानं। अथ इदानीं मोक्षकारणमिदमुच्यते। रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् आत्मवश्यैर्विधेयात्म प्रसादमधिगच्छति। रागद्वेषयुक्तैः रागश्च द्वेषश्च रागद्वेषं तत्पुरःसरा हि इन्द्रियाणां प्रवृत्तिः स्वाभाविकी। तत्र यो मुमुक्षुः भवति सः ताभ्यां वियुक्तैः श्रोत्रादिभिः इन्द्रियैः विषयान् अवर्जनीयान् चरन् उपलभमानः आत्मवश्यैः। आत्मनः वश्यानि वशीभूतानि इन्द्रियाणि तैः आत्मवश्यैः विधेयात्म इच्छातः विधेयः आत्मा अन्तःकरणं यस्य सः अयं प्रसादमधिगच्छति। प्रसादः प्रसन्नता स्वास्थ्यं। प्रसादे सति किं स्यात् इत्युच्यते। प्रसादे सर्वदुःखान् हानिरस्योपजायते, प्रसन्नचेतसो ह्याशुं बुद्धिपर्यवतिष्ठते। प्रसादे सर्वदुःखानां आध्यात्मिकादीनां हानिः विनाशः अस्य यतेः उपजायते। किञ्च प्रसन्नचेतसः स्वस्थान्तःकरणस्य हि यस्मात् आशु शीघ्रं बुद्धिः पर्यवतिष्ठते आकाशमिव परिसमन्तात् अवतिष्ठते आत्मस्वरूपेणैव निश्चलीभवति इत्यर्थः। एवं प्रसन्नचेतसः अवस्थितबुद्धेः कृतकृत्यता यतः तस्मात् रागद्वेषवियुक्तैः इन्द्रियैः शास्त्र अविरुद्धेषु अवर्जनीयेषु युक्तः समाचरे इति वाक्यर्थः। सेयं प्रसन्नता स्तूयते नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना न चाभावयतः शान्तिः अशान्तस्य कुतः सुखम्। नास्ति न विद्यते न भवति इत्यर्थः। बुद्धिः आत्मस्वरूपविषया अयुक्तस्य असमाहितान्तःकरणस्य न च अस्ति अयुक्तस्य भावना आत्मज्ञानाभिनिवेशः तथा न च अस्ति अभावयतः आत्मज्ञानाभिनिवेशम् अकुर्वतः शान्तिः उपशमः। अशान्तस्य कुतः सुखम्? इन्द्रियाणां हि विषयसेवातृष्णातः निवृत्तिः या तत्सुखं न विषयविषयातृष्णा दुःखमेव हि स न तृष्णायां सत्यं सुखस्य गन्धमात्रमपि उपपद्यते इत्यर्थः। अयुक्तस्य कस्मात् बुद्धिः नास्ति इत्युच्यते इन्द्रियाणामि चरतां यन्मनोऽनुविधीयते तदस्य रतिप्रज्ञा वायुर्नावमिवाम्भसि।